अस्तु, गतसप्ताहे जीवात्मनः विषये पठनम् आसीत्। जीवात्मा अपि बुहु इति, अपि तु ज्ञानं यत् जीवात्मनि उदेति वा उत्पद्यते, यस्मिन् स्वशरीरेण सह संयोगः, न तु अपरस्य शरीरेण वा अपरस्य आत्मनि संयोगः, आत्मनः संयोगः तस्मिन् न उत्पद्यते। स्वशरीरे यः आत्मनि यः आत्मा अस्ति तस्मिन् एव उत्पद्यते ज्ञानम्। अस्तु, अनन्तरं जीवात्मा मध्यपरिमाणः वा अनुपरिमाणः वा बृहत्परिमाणः? बालसुब्रह्मण्यं महोदय किञ्चित् वदति वा? बृहत्परिमाणमेव बृहत् वा जीवात्मा? जीवात्मा परिमाणं जीवात्माया अस्ति, विभुः इति, अतः एव विभुः इति उच्यते। मध्यपरिमाणं नास्ति। किमर्थं मध्यपरिमाणं मध्यपरिमाणः नास्ति? एवं चेत् नाशं भवति, अनित्यं भवति, तस्मात् नाशं भवति। परन्तु जीवात्मा नित्यं विभुः इति कारणात् मध्यपरिमाण न उचित न योग्य परिमाणम्। समीचीनमेव। अस्तु अस्तु, अपि च तस्य लक्षणवाक्यम् अपि दृष्टवन्तः खलु गतसप्ताहे, तस्मिन् विषये रामप्रिया भगिनी वदति वा? शिष्याहुतोरादिकं तद्विषये वा भगिनि? न, मनः चिन्ता मास्तु, मुद्रणमेव शृणोमि अतः एव अहं चिन्तयामि। अस्तु अस्तु, न चिन्ता मास्तु। प्रतिशरीरं भिन्नः, विभुः नित्यं च इति अस्ति जीवात्मनः लक्षणं, तदेव प्रतिशरीरं भिन्नः अस्ति अप्तु विभुः नित्यम् अपि। प्रत्यक्षज्ञानम् इति तस्य विषये अपि किञ्चित् पठनम् आसीत् गतसप्ताहे। परमात्मनः ज्ञानं कथं जायते वदति वा बालसुब्रह्मण्यमहोदय? प्राथम्येन मध्यमपरिमाणम् इति अत्र योग्यपरिमाणं नास्ति इति वृत्तः अत्र परमात्मनः ज्ञानम् कथं जायते, प्रत्यक्षज्ञानं वा परमात्मनः विषये यत् ज्ञानम् उदेति तत् प्रत्यक्षज्ञानं वा? न, न, परमात्मनः प्रत्यक्षज्ञानं न ज्ञातुं शक्यते। किमर्थं? साक्षात् प्रत्यक्षं निर्णयितुं न शक्यते। अनुमानरूपेण एव ज्ञातुं शक्यते परमात्मा। हा, समीचीनम्। अनुमानेन एव, अनुमानेन विभुद्रव्यस्य ज्ञानं तु प्रायः सर्वथा अनुमानेन एव जायते, यथा आकाश। आम् अस्तु, अन्यत् कर्तृजन्यत्वम् इत्यस्य विषये अपि किञ्चित् पठितं खलु, तत् किम्? कर्तृजन्यम् इति स्थूल अक्षराणि सन्ति खलु करपत्रे, मा मनः च इति करपत्रं पुरतः स्यात्, तत्र क्षित्य अङ्कुरादिकं कर्तृजन्यं कार्यत्वात् घटवत् इत्यस्य विषये किञ्चित् वदति वा? क्षित्य अङ्कुरादिकम् इति चेत् बीजात् अङ्कुराणि उत्पद्यते. आम्, तस्मात् कर्तृ तस्य अस्तु घटः अस्ति खलु, घटस्य निर्माणं कथं भवति? समग्र मूलं कर्ता कर्ता एकं कार्यं करोति, तस्य फलेन एव घटम् उत्पद्यते. का इति कः तत्र कर्ता इति कुलालः खलु? कुलालः, कुलालः कुलालेन निर्मीयते घटः. आम्, अङ्कुरादिकानाम् अङ्कुरादीनां निर्माणं वा सृष्टिः कथं भवति? इदानीमेव भवता एव उक्तं खलु अनुमानम् अस्ति परमात्मनः विषये इति. अनुमानेन सदा अस्माकं अङ्कुरादीनां कर्तृत्वं न शक्यते, न सम्भवति. अनुमानरूपेण एव ज्ञातुं शक्यते कोऽपि अस्ति येन एतत् सर्वं निर्मीयते इति. ईश्वरः इति उच्यते. आम्, समीचीनम्. अस्तु, रामप्रिय भगिनी भवती वदति वा प्रत्यक्षज्ञानस्य विधं कानि कानि इति. आं भगिनि, प्रत्यक्षम् इत्युक्ते यद् चक्षुषा गृह्यते तदेव प्रत्यक्षं भवति. अत्र तु प्रत्यक्षं द्विविधम् इति अस्ति, बाह्यप्रत्यक्षम् आन्तरप्रत्यक्षम् इति. बाह्यप्रत्यक्षं पुनः पञ्चविधविभागः अस्ति, विभागः चाक्षुषम्. एकनिमिषं भगिनि, भवत्या उक्तं चक्षुषा गृह्यते इति खलु, केवलं चक्षुषा न, चक्षुः तु एकविधं बाह्येन्द्रियं, परन्तु अन्यानि अपि सन्ति खलु? मनसा अपि आन्तरप्रत्यक्षं मनसा अपि ग्राह्यं शक्यते इति. मनसा एव अपि रसनं ग्राह्यम्. अस्तु, द्विविधम् अस्ति प्रत्यक्षज्ञानं खलु, यत् बाह्यरिन्द्रियेण ग्राह्यते तत्तु बाह्यप्रत्यक्षः इति उच्यते. आन्तरिन्द्रियेण वा अथवा मनसा यत् गृह्यते तत्तु आन्तरप्रत्यक्षम् इति उच्यते. बाह्यप्रत्यक्षं केन गृह्यते? बाह्यप्रत्यक्षं बाह्य इन्द्रियेण, यदा चक्षुषा वा जिह्वा वा नासिका वा. आम्, आम्, पदानि तु सन्ति चाक्षुषं रासनं ग्राणजं श्रावणं वाक्च इति अस्ति खलु. रसनेन्द्रियम् इन्द्रियसम्बद्धिता पदानि उचितानि सन्ति अत्र. चाक्षुरिन्द्रियं, रसनेन्द्रियं, ग्राणेन्द्रियं, श्रवणेन्द्रियम् अपि तु अस्तु अस्तु अस्तु, तर्हि अग्रे सरेम. अन्य कोऽपि अस्ति वा वर्गे? सुनील् महोदय प्रायः नास्ति खलु? पुष्पा भगिनी अस्तु. तर्हि बालसुब्रह्मण्यं महोदय किञ्चित् आरम्भं क्रियतां. तत्र मनः इति अस्ति, तत्र तदारभ्य, तस्मात् आरभ्य. मनः सुखादि उपलब्धिसाधनम् इन्द्रियं मनः, तच्च प्रत्यात्मनियतत्वादनन्तं परमाणुरूपं नित्यं च. सुखादीनाम् उपलब्धिः इति सुखाद्युपलब्धिः षष्ठीतत्पुरुषसमासः. उपलब्धिः नाम प्रत्यक्षम्. कस्य प्रत्यक्षम्? सुखादीनां प्रत्यक्षम्. सुखस्य प्रत्यक्षं, दुःखस्य प्रत्यक्षं, ज्ञानस्य प्रत्यक्षम्, इच्छायाः प्रत्यक्षम् इमे नवगुणाः इति आदिपदेन स्वीकार्यम्. आत्मनि विद्यमानाः गुणाः ज्ञानं, सुखं, दुःखम्, इच्छा, द्वेषः, प्रयत्नः, अधर्मः, धर्मः, भावना च संस्कारः. उपलब्धिः इति प्रत्यक्षम्, प्रत्यक्षम् इति एकविध ज्ञानम्. ज्ञानं चतुर्विधं: प्रत्यक्षम्, अनुमितिः, उपमितिः, शब्दबोधः च. प्रत्यक्षम् अन्यतमं ज्ञानम्, इन्द्रियजन्यं ज्ञानं प्रत्यक्षम्. चक्षु इन्द्रियेण एकं ज्ञानं जायते. किं ज्ञानम्? इदं पुस्तकम् इति ज्ञानम्. इदं पुस्तकम् इति ज्ञानं मम उत्पन्नम्. अपि च एतदेव, इदं पुस्तकम् इति ज्ञानं मम उत्पन्नम्, एतदपि एकं ज्ञानम्. एतद् ज्ञानं नाम अहं जानामि इति ज्ञानम्. एतदपि एकं ज्ञानम्. अहं ज्ञानस्य आशयः अहम् इति पदार्थः, जीवात्मा. अहम् इत्यनेन जीवात्मनः प्रत्यक्षं जायते. अपि च जानामि इत्यनेन ज्ञानं भासते. ज्ञानस्य प्रत्यक्षं भवति मनसा. वदतु भोः, वाक्यशः पठित्वा बोधयतु कृपया. सुखातिपलब्धिसाधन इन्द्रियं मनः. सुखादि उपलब्धि, सुखाद् प्रत्यक्ष साधनाय इन्द्रियः मनम्. सो मनम् इति इन्द्रियेण एव सुखादि सुखादिगुणान् उपलब्धः. गुणाः उपलब्धः के गुणाः? के गुणः? ज्ञानं, सुखं, दुःखं. ज्ञानं, सुखं, बाह्यः न. सुखं, दुःखम्, इच्छा, द्वेषः, प्रयत्नः, धर्मः, अधर्मः इत्यादि. तच्च प्रत्यात्मनियतत्वाद् अनन्तं परमाणुरूपं नित्यं च. एवं लक्षणवाक्यं: प्रत्यात्मनि नियतः. प्रत्यात्मनियतत्वात् अनन्तं परमाणुरूपं नित्यं. सो प्रत्यात्मनियतत्वात् अनन्तं परमाणुरूपं नित्यं च मनः. किल महोदय? आम् आम्, अनन्तं परमाणुरूपं नित्यं च. सुखादीनाम् उपलब्धिः इति सुखात् उपलब्धिः षष्ठी तत्पुरुषः. तत्र अर्थः ज्ञायते वा? प्रत्यात्मनि प्रत्यात्मनियतत्वात् इत्युक्ते किम्? प्रत्यात्मनियतत्वात् प्रति आत्मा प्रति शरीरे अस्ति अपि च प्रति आत्मा मनसः अपि अस्ति. समीचीनम्. अपि च परमाणुरूपं परमाणुरूपं नित्यं च विभुः अपि. सुखादीनाम् उपलब्धिः इति सुखात् उपलब्धिः षष्ठी तत्पुरुषसमासः. इत्युक्ते किम्? सो सुखादीनाम् उपलब्धिः, सुखादीनाम् इति षष्ठी षष्टिविभक्तिः, सुखादीनाम् उपलब्धिः अग्रे समासपदं षष्ठी तत्पुरुषसमासपदम्. उपलब्धिः नाम प्रत्यक्षम्. उपलब्धिः इति वार्तायाः अर्थं प्रत्यक्षं प्रत्यक्षं समानार्थं कस्य प्रत्यक्षं? सुखादीनां प्रत्यक्षम्. सुखादीनां गुणाः प्रत्यक्षम् उपलब्धिः इति उच्यते. अस्तु. सुखस्य प्रत्यक्षं दुःखस्य प्रत्यक्षं ज्ञानस्य इत्यादीनां गुणाः प्रत्यक्षम् उपलब्धिः. आत्मनि विद्यमानः गुणः ज्ञानं सुखं दुःखमित्यादि नवगुणाः. पूर्वं वयं दृष्टवन्तः धर्मः अधर्मः भावनायकसंस्कारः इत्यादि त्रीणि इन्द्रियेण ग्राह्यकं न शक्यते इति. उपलब्धिः इति प्रत्यक्षं प्रत्यक्षम् इति एकविध ज्ञानम्. प्रत्यक्षं प्रत्यक्षमिति ज्ञानं पूर्वं भगिनी उक्तवती. ज्ञानं बाह्यप्रत्यक्षम् अन्तर्प्रत्यक्षम् इत्यादि एतानि ज्ञानमेव. तत्र प्रत्यक्षज्ञानस्य प्रकारौ मया उक्तम्. अत्र तु ज्ञानं चतुर्विधम् इति अस्ति. तत्र प्रत्यक्षम् इति एकविधं ज्ञानम्. एकविधम् चतुर्विधं प्रत्यक्षं प्रत्यक्षम् अनुमिति उपमिति शब्दबोधः च इत्यादि ज्ञानं तत्र प्रत्यक्षम् एकविधम्. प्रत्यक्षम् इति ज्ञानं केन जायते? इन्द्रियैः जायते खलु? अस्तु. अग्रे रामप्रिया भगिनी अनुवर्तते वा? चक्षुरिन्द्रियेण तदेव किल तावत्? आम् आम्. इदं पुस्तकम् इति एकं ज्ञानं भवति, तद् चक्षुरिन्द्रियेण तद् भवति. इदं पुस्तकम् इति ज्ञानं मम उत्पन्नम् अपि च एतदेव इदं पुस्तकमिति एतदपि एकं ज्ञानं भवति. इदं पुस्तकम् इति ज्ञानम् अहं जानामि इति अपि एकं ज्ञानं भवति. तद् ज्ञानस्य आश्रयः अहम् इति एकं पदार्थः जीवात्मा अस्ति. अहम् इत्यनेन जीवात्मनः प्रत्यक्षं जायते अपि च जानामि इत्यनेन ज्ञानं दास्यते. जीवात्मा एकं प्रत्यक्षम् उत्पन्नः भवति, तदेव अहं जानामि, जानामि इत्यनेन ज्ञानम् उत्पन्नं भवति. परन्तु जीवात्मनः जानामि इति एकं ज्ञानम्, अहं जानामि इति ज्ञानम्, इदं पुस्तकम् इति ज्ञानम् अस्ति यत् बाह्येन्द्रियेण गृह्यते, परन्तु अहं जानामि इति ज्ञानं कुत्र उत्पद्यते? आत्मनि. हा, ज्ञानं तु आत्मनि एव, परन्तु अहं जानामि, अहम् इत्युक्ते अत्र जीवात्मा. तादृशं ज्ञानस्य प्रत्यक्षं मनसा भवति इति. आम् आम् आम्, अहम् इत्यस्य ज्ञानस्य ग्रहणं तु मनसा भवति इति. परन्तु इदं पुस्तकम्, अयं बालकः, एतादृशज्ञानं तु बाह्येन्द्रियेण गृह्यते, परन्तु अहम् इति यदा वदामः तदा मनसा एव गृह्यते. अहं जानामि एतत् पुस्तकम् इति ज्ञानं मनसा गृह्यते. अस्तु, अग्रे भवती एव पठतु. आं भगिनि. अहं सुखी इति पुनः एकं ज्ञानं, भोजनान्तरं तृप्तिः भवति चेत् अहं सुखी इति ज्ञानम् एकं जायते, अथवा किमपि सौन्दर्यं दृश्यते चेत् सुखम् उत्पद्यते आत्मनि, अहं सुखी इति ज्ञानम् एकं तत्रापि जायते. पुनः ध्यानेन अलौकिकसुखम् उत्पद्यते, अनेन अहं सुखी इति ज्ञानम् एकं तत्रापि जायते. सुखी नाम किं? सुखवान्, सुखं मयि अस्ति इति अत्र सुखस्य प्रत्यक्षं जायते. तादृशसुखस्य प्रत्यक्षं केन इन्द्रियेण जायते? चक्षुरिन्द्रियेण न जायते, त्वगिन्द्रियेण न जायते, किन्तु मनसा तादृशसुखस्य ज्ञानम् उत्पद्यते, सुखस्य प्रत्यक्षम् उत्पद्यते. अत्र तु अहं सुखी इति एकं वाक्यमस्ति, तत्रापि एकं ज्ञानम् उत्पद्यते. यदा भोजनान्तरं वयं तृप्तिः अस्मि इति वयं चिन्तयामः, तत्र अहं सुखी इति एकं ज्ञानम् उत्पद्यते. यदा अथवा किमपि वयं सुन्दरदृश्यं पश्यामः चेत् तत्र अपि सुखम् आत्मनि उत्पद्यते, अहं सुखी इति. पुनः ध्यानेन अलौकिकसुखं मनसा एव, तदपि ध्यानेन तदपि उत्पादनं भवति. अनेन अहं सुखी इति ज्ञानम् एकं तत्रापि ध्यानेन यदपि अलौकिकसुखम् उत्पद्यते तदपि एक अहं सुखी इति एकविधं ज्ञानम् एव अस्ति. तत्र सुखी इति सुखी नाम किम् इति एकं प्रश्नम् उत्पन्नं चेत् सुखवान् सुखवान् इत्युक्ते सुखं मयि अस्ति इति अर्थः. तत्र तु तद् तस्य अर्थः अस्ति सुखस्य प्रत्यक्षं तद् उत्पन्नं भवति. तत् किं केन इन्द्रियेण उत्पन्नं भवति जायते इत्युक्ते चक्षुरिन्द्रियेण न जायते, त्वगिन्द्रियेण अपि न भवति. तत्तु मनसा सुखी इति प्रत्यक्षं तु मनसा तादृशसुखस्य ज्ञानं ज्ञानम् उत्पद्यते. सुखस्य प्रत्यक्षम् उत्पद्यते, सुखस्य प्रत्यक्षम् उत्पन्नं भवति मनसा भवति, तदपि एकविध ज्ञानं भवति. अस्तु, समीचीनम्. यथा चक्षुरिन्द्रियेण पुस्तकस्य ज्ञानं भवति, इदं पुस्तकम् इति ज्ञानं, पुस्तकस्य साक्षात्कारः भवति, तथैव सुखादीनाम् इत्युक्ते सुखं दुःखम् इच्छा द्वेषः प्रयत्नः अपि तु अहं जानामि इति ज्ञानं, यत्र यत्र अहं जानामि वा अहं सुखी अस्मि अहं दुःखी अस्मि एतत् सर्वमस्ति तत्र अहम् इति अहम् इति सम्बन्धितं पदम् अस्ति खलु. यत्र कुत्रापि अहम् इत्यस्य ज्ञानम् उत्पद्यते, अहम् इत्यस्य ज्ञानम् उत्पद्यते, तत्र मनः कार्यमेव खलु. मनः एकविधम् इन्द्रियम् अस्ति येन एतस्य साक्षात्कारः भवति, तथैव. अस्तु, अग्रे बालसुब्रह्मण्य महोदय. तादृशसुखादीनाम् उपलब्धेः प्रत्यक्षस्य यत् साधनम्, साधनं नाम कारणं. प्रत्यक्षम् इति ज्ञानस्य कारणम् इन्द्रियम्. उपलब्धिः नाम प्रत्यक्षं, तादृशप्रत्यक्षस्य साधनं कारणम् इन्द्रियं, तदेव इन्द्रियं मनः. उपलब्धिः प्रत्यक्षम्, अस्य अन्यत् नाम साक्षात्कारः. तर्हि सुखस्य साक्षात्कारः सुखस्य उपलब्धिः, ज्ञानं प्रत्यक्षम्, उपलब्धिः साक्षात्कारः प्रतीतिः प्रत्ययः सर्वं समानम्. पुस्तकस्य साक्षात्कारः केन इन्द्रियेण जायते? चक्षुरिन्द्रियेण इदं पुस्तकम् इति साक्षात्कारः जायते. एवं सुखस्य साक्षात्कारः प्रत्यक्षम् उपलब्धिः, मानसम् इति साक्षात्कारः मानस उपलब्धिः मानसप्रत्यक्षम्. तर्हि अग्रे सुखादि उपलब्धिसाधनं, साधनम् इति उक्तौ कारणम्. सुखादीनाम् उपलब्धेः साक्षात्कारस्य यत् कारणं भवति तदेव इन्द्रियं मनः इति उच्यते. तथा च मनसः लक्षणं सुखात्युपलब्धिसाधनत्वं, सुखात्युपलब्धेः कारणत्वम्. एकनिमिषम्. मनसः लक्षणस्य एकं दलम् इति अस्ति खलु. मनसः लक्षणस्य एकं दलं न दृश्यते वा? करपत्रे तथा मनसः लक्षणस्य, मनसः लक्षणस्य एकं दलं सुखादि उपलब्धिसाधनत्वम् इति अस्ति खलु. अग्रे मानस उपलब्धि पुरातन पुरातनकरस्थे वा राम सङ्गणके पश्यामि. सङ्गणके यत् पत्रमस्ति तस्मिन् अस्ति. रामप्रिय भगिनी दृश्यते भगिनि, अहं सङ्गणके पश्यामि. अग्रे सङ्गणकात् पठतु महोदय. वर्तमान पुस्तकस्य साक्षात्कारः कैलेन्द्रेण जायते. चक्षुरिन्द्रियेण इदं पुस्तकम् इति साक्षात्कारः जायते. एवं सुखस्य साक्षात्कारः प्रत्यक्षम् उपलब्धिः. मानसम् इति साक्षात्कारः मानस उपलब्धिः मानसप्रत्यक्षम्. तर्हि अग्रे सुखाद् उपलब्धिसाधनं साधनम् इति उक्तौ कारणम् सुखादीनाम् उपलब्धेः साक्षात्कारस्य यत् कारणं भवति तदेव इन्द्रियं मनः इति उच्यते. तथा च मनसः लक्षणस्य एकं दलं सुखादि सुखाद्युपलब्धिसाधनत्वम् इति सुखाद्युपलब्धिसाधनत्वम् सुखाद्युपलब्धेः कारणत्वं कारणं मनः कारणत्वं मनसि अस्ति. कार्यम् अहं सुखी इति ज्ञानं वर्तते चेत् तस्य कारणम् इत्युक्ते मनः वर्तते एव. कार्यं विना कार्यं न उत्पद्यते. यत्र कार्यम् उत्पन्नम् अवश्यं तत्र कारणेन भाग्यम् कारणं भवेत् एव साधनं भवेत् एव. वदतु महोदय. तादृशसुखादीनाम् उपलब्धिः प्रत्यक्षं यत् साधनं साधनं नाम कारणं न्यायशास्त्रे साधनं कारणम् उभयः समानार्थे एव. लौकिकविषये साधनं कारणम् इति भिन्नः. कारणम् इति किमर्थम् इति प्रश्नस्य उत्तरं कारणम्. साधनम् इति केन अथवा कथम् इति प्रश्नस्य उत्तरं साधनम् अथवा हेतु. अत्र साधनं कारण उभयोः समान अर्थौ अस्तु. प्रत्यक्षम् इति ज्ञानस्य कारणम् इन्द्रियम्. उपलब्धिः अपि प्रत्यक्षस्य अन्य वार्ता. तादृशप्रत्यक्षस्य साधनं कारणम् इन्द्रियं. तस्मात् एव इन्द्रियं मनः इत्युक्ते किं स्वस्य वाक्यैः वदतु भोः. यदा प्रत्यक्षं जायते अहं सुखी अहं दुःखिता अस्मि इति एतत् सर्वं यदा जायते तस्य कारणं किं भवति? मनः कारणम् इत्यस्मात् सः इन्द्रियं खलु. इन्द्रियेण एव जायते. अग्रे बाह्य इन्द्रियेण प्रत्यक्षं भवति. अत्र अन्त इन्द्रियेण अथवा मनस्तेन मन इन्द्रियेण भवति. आम् आम्. अग्रे साक्षात्कारः इति अस्ति. साक्षात्कारः इति प्रत्यक्षम् इति वार्तायाः अन्यवार्ता साक्षात्कारः. साक्षात्कारः इत्युक्ते ज्ञानमेव. ज्ञानमेव साक्षात्कारः ज्ञानमेव. सोरि, क्षम्यता. सुखस्य साक्षात्कारः सुखस्य उपलब्धिः. सुखस्य साक्षात्कारः सुखस्य ज्ञानं. तदेव भिन्नरीत्या भिन्नया रीत्या उक्तं तत्र. उपलब्धिः इत्युक्ते ज्ञानं. सर्वाणि पदानि पर्यायवाचिपदानि. ज्ञानं प्रत्यक्षम् उपलब्धिः इत्यादयः प्रतीतिः, प्रत्ययः, साक्षात्कारः, प्रत्येकं गुणस्य प्रत्यक्षः वा उपलब्धिः वा साक्षात्कारः भवति मनसा इति. उदाहरणेन पुस्तकस्य साक्षात्कारः केन इन्द्रियेण जायते इति प्रश्नस्य, चक्षुरिन्द्रियेण एव जायते. इदं पुस्तकम् इति ज्ञानम् अथवा साक्षात्कारः जायते. अस्तु, परन्तु सुखादीनां गुणानां प्रत्यक्षः कथं जायते? सुखादीनां गुणानां प्रत्यक्षः मनसा खलु? मनसा एव जायते, अन्तरिन्द्रियः. मानसम् इति साक्षात्कारः, मानस उपलब्धिः अथवा मानसप्रत्यक्षम्. मनसा यज्जायते तत् मानसम्. अस्तु, अग्रे कार्यकारणम् अस्मिन् विषये किञ्चित् वदति वा? अत्र किं कारणं, किं कार्यम्? साधनम् अथवा साधनम् इति कारणं, परन्तु किं किं तत्? इदानीमेव पठितं खलु, इन्द्रियेण जायते इति. इन्द्रियेण जायते केन इन्द्रियेण? मनसः इन्द्रियेण. मनः इति इन्द्रियेण जायते इति. अतः तत् कारणं, कार्यं किम्? कार्यम् इति अहं सुखी इति खलु, इति ज्ञानम्. ज्ञानं कार्यमस्ति, कारणं तु इन्द्रियं खलु. अतः एव कारणं मनः. अतः मनसि कारणत्वम् अस्ति इति उच्यते. परन्तु कार्यं तु इन्द्रियं. कार्यम् इन्द्रियं वा? न, यत्र कुत्रापि अहम् इत्यस्य ज्ञानं तत् कार्यमस्ति. मनसः लक्ष्मणस्य एकं दलं, सुखादि उपलब्धिसाधनत्वं. सुखादि उपलब्धेः कारणत्वं, साहं कार्यं मनसः कारणं, सो उपलब्धः कारणत्वं, सुखादि उपलब्धेः कारणत्वम्. लक्षणस्य एकं दलम् इत्युक्ते किम्? मनसः लक्षणवाक्यं किम्? सुखादि उपलब्धेः साधनं पूर्वमेव पठितं, सुखादि उपलब्धिसाधनम् इन्द्रियं मनः इति खलु. तत्र एकं दलं वा एकः अंशः अस्ति सुखादि उपलब्धेः साधनम् इति. एकं दलं तस्य एकः अंशः अस्ति लक्षणवाक्यस्य. अस्तु, अग्रे. अहं सुखी इति ज्ञानं मनसि अस्ति. आं, तत्तु अभवत् कार्यकारणं. सुखी इति ज्ञानं तस्य कारणं मनः वर्तते. कार्यं कारणं विना कार्यं न उत्पद्यते, कारणम् अवश्यम्. अस्तु, कारणं कालस्य आवश्यकता भवति कार्यस्य उत्पादनार्थं खलु. अस्तु, अग्रे रामप्रिया भगिनी. आं भगिनि, तच्च प्रत्यात्मननियतत्वं संयुक्तत्वं मनसि ज्ञानाधिकरणम् आत्मा इति लक्षणवाक्येन सर्वेषु आत्मसु ज्ञानम् उत्पद्यते एव. मम आत्मनि अहं सुखी इति ज्ञानम् उत्पद्यते, भवतः आत्मनि अहं सुखी इति ज्ञानम् उत्पद्यते, सर्वदा अस्मिन्नपि आत्मनि ज्ञानम् उत्पद्यते एव. अन्यच्च इदानीमेव इदमपि बुद्धं यत् ज्ञानस्य उत्पत्त्यर्थं मनः अवश्यम् अपेक्षते. मनः एव कारणं ज्ञानस्य. कारणं विना कार्यं न उत्पद्यते, अतः मनः विना ज्ञानं न उत्पद्यते. मनः विना साक्षात्कारः, सुखसाक्षात्कारः, दुःखसाक्षात्कारः न भवति. सर्वेषां सुखसाक्षात्कारः, दुःखसाक्षात्कारः च भवति, अतः मनः अवश्यं वर्तते इति वक्तव्यम्. सुखसाक्षात्कारः इति कार्यं मनः कारणं, कार्यं दृष्ट्वा कारणम् अस्ति इति अनुमीयते. तर्हि सर्वेषाम् आत्मनां ज्ञान आश्रयत्वात् सर्वेषु आत्मसु ज्ञान उत्पत्तिः सम्भवात् तत्र मनः अवश्यं वर्तते इति वक्तव्यम्. सारांशः एवं यत् प्रत्यात्मने संयुक्तत्वं मनसि प्रत्येकम् आत्मनः एकं मनः. अत्र तु तच्च प्रत्यात्मनियतत्वं प्रति आत्मनियतत्वं तदस्ति मनसि संयुक्तत्वं प्रति आत्मनि नियतत्वं संयुक्तत्वं कुत्र भवति इत्युक्ते मनसि भवति. इत्युक्ते किम्? इत्युक्ते प्रति शरीरे हरिओं भगिनि. हरि ओम् रामप्रिया भगिनी, अस्ति वा? आम् श्रूयते वा? श्रूयते वा? आम् प्रति शरीरे मनसः अपि संयुक्तत्वं भवति इति वा? आम् आम् ज्ञानादि आम् आम् ज्ञानादिकरणम् आत्मा प्रत्येकं भगिनि संयुक्तः भवति आत्मा. आत्मा अत्र तु लक्षणवाक्यमस्ति ज्ञानादिकरणम् आत्मा इति. सर्वेषु आत्मासु ज्ञानम् उत्पन्नं भवति इति वयं जानीमः. अहं सुखी इति एकं ज्ञानं मम आत्मनि उत्पद्यते. अतः एव भवत्याः आत्मनि अपि एकम् अहं सुखी इति एकं ज्ञानम् उत्पन्नं भवति. समानमेव कस्मिन्नपि आत्मनि एकं ज्ञानं सर्वदा उत्पन्नं भवति एव. अन्यच्च इदानीमेव इदमपि बुद्धं यत् ज्ञानस्य उत्पादनार्थं मनः एकम् मनः आवश्यकम् इति. मनः ज्ञानस्य कारणं, मनः एव ज्ञानस्य कारणं. वयं जानीमः कारणं विना कार्यं न उत्पद्यते इति. अतः मनः विना ज्ञानम् उत्पादनं न भवति. मनः तु साक्षात्कारः एव, प्रत्यक्षं साक्षात्कारः, उपलब्धिः इति वयं दृष्टवन्तः पूर्वस्मिन् पुटे. मनः विना साक्षात्कारः, सुखसाक्षात्कारः वा? सुखसाक्षात्कारः. आम् अर्थं किम् इति वा, अर्थः कः इति वा? हरि ओं भगिनी, किमपि अभवत्? श्रूयते वा भगिनी? न, त्रोटनम् अभवत्. श्रूयते? इदानीं श्रूयते आम् आम् आम् अहं भारतात् कनेक्ट् करोमि अतः एव किमपि अभवत् इति चिन्तयामि मध्ये वदतु भगिनि चिन्ता मास्तु आम् आम् सुखसाक्षात्कारः वा दुःखसाक्षात्कारः वा मनः विना न भवति एव सर्वेषां सुखसाक्षात्कारः दुःखसाक्षात्कारः च भवति अतः मनः आवश्यकं सुखं वा दुःखसाक्षात्कारः वा किमपि भवतु मनः आवश्यकं मन सुखसाक्षात्कारः इति युक्ते कार्यं मनः इति कारणं कार्यं दृष्ट्वा कारणं कार्यं यदा वयं सुखसाक्षात्कारः इति कार्यं वयं पश्यामः चेत् कारणम् अस्ति इति वयम् अनुमानं कर्तुं शक्नुमः तर्हि सर्वेषाम् आत्मानां ज्ञानम् आश्रयत्वा सर्वेषु आत्मासु ज्ञान उत्पन्नं अवश्यं भवति इति अस्ति सारांशः एवं यत् प्रत्यात्मनियतत्वं संयुक्तत्वं मनसि एव प्रत्यात्मनियतत्वं संयुक्तत्वं तद् मनसि एव भवति प्रत्येकम् आत्मनः एकं मन प्रत्येकम् आत्मनः एकं मनः अस्ति इति सारांशः भिन्नभिन्नः इति आम् आम् अस्मिन् परिच्छेदे अस्माभिः कथं ज्ञायते मनः अस्ति प्रत्येकम् आत्मनि इति एव अत्र दीयते प्रत्येकम् आत्मनः एकं मनः अस्ति अतं इति कथं ज्ञायते ज्ञानस्य बोधनेन एव खलु अहं दुःखी इति ज्ञानं दृष्ट्वा मम मनसि अस्ति अहं सुखी इति भवत्याः मनसि अपि अस्ति बालसुब्रह्मण्यमहोदयस्य मनसि अपि अस्ति अहं सुखी वा अहं दुःखी इति ज्ञानं दृष्ट्वा इति ज्ञानं ज्ञानम् अवगम्य वयं जानीमः यत् किमपि कारणं भवेत् तस्य ज्ञानस्य कारणं भवेत् इति तत् कारणं मनः अनुमानेन एव अत्र नियतः इत्युक्ते नियतत्वम् इत्युक्ते प्रत्येकम् आत्मनि मनः अस्ति इत्येव अतः तस्य नियतत्वम् संयुक्तत्वम् इत्युक्ते आत्मा मनयोः संयोगसम्बन्धः एव एतत् सूच्यते संयुक्तत्वम् इत्युक्ते आत्ममनयोः सम्बन्धः अत्र अस्तु अग्रे बालसुब्रह्मण्यमहोदय कृपया प्रत्यात्मनियतत्वादनं तम् आत्मनाम् अनेकत्वात् मनसः अपि अनेकत्वं मम एकं मनः भवतः एकं मनः अन्यस्य अन्यत् मनः इति आत्मानः भिन्नभिन्नाः भवन्ति किल एकैकस्य आत्मनः एकैकं मनः प्रत्यात्मनियतः अयम् आत्मा शैत्रात्मा तस्यापि एकं मनः वर्तते मैत्रः अपि कश्चन मैत्रात्मा तस्यापि एकं मनः अन्यः देवदत्तः तस्यापि एकं मनः अन्यः यज्ञदत्तः तस्यापि एकं मनः इति सर्वेषाम् आत्मानाम् एकैकं मनं वर्तते अपि च आत्मानः अनन्तः तर्हि प्रत्यात्मनियतत्वात् मनः अपि अनन्तः मनांसि कति वर्तन्ते अनन्तानि न तु एकं द्वे वा अनन्तानि आत्मनाम् अनेकत्वा मनसः अपि अनन्तत्वम् परिच्छेदस्य सारांशः कः सारांशः इति आत्मा आत्मः बहूनि सन्ति आत्माः भिन्नाः इति खलु बहूनि सन्ति तस्मात् कारणात् मनसि अपि बहूनि सन्ति अनेकानि सन्ति नांसि इति बहुवत् अनेकान् अनेका अस्तु अनन्तं मनः अपि अनन्ताः इति अनन्ताः इति तदेव खलु मैत्रः चैत्रः एतौ केवलं नाम नामद्वयम् अत्र चैत्रः इति अपरः मैत्रः तस्मिन् अपि मनः अस्ति अस्तु अग्रे भगिनी आं भगिनि एवम् अहं पठामि न महोदय भगिन्याः क्रमः आं भगिनि एवं परमाणुरूपं कीदृशं परमाणं वर्तते मनसः अणुस्वरूपं मनः अणुपरिमाणं वर्तते तत्र अणोः प्रत्यक्षं न भवति अणुः न दृश्यते पार्थिवाः जलीयाः तैजसाः वायवीयाः च परमाणवः भवन्ति परमाणुः इति एकम् आरम्भकद्रव्यम् उभाभ्यां परमाणुभ्यां संयोगेन एकं द्वयणुकम् उत्पद्यते तदा क्रमेण त्रिभिः द्वयणुकैः त्रयणुकं चतुर्भिः त्रयणुकैः चतुरणुकम् इत्यादिकम् परमाणुः अन्तिमः अवयवः तस्य स्वरूपं किम् अग्रे अग्रे अपि पठतु भगिनि आम् आम् आं भगिनि सूर्यजालमरीचिस्तं यत् सूक्ष्मं दृश्यते रजः तस्य षष्ठतमो भागः परमाणुः सह उच्यते अर्थमपि पठामि वा आमां पठतु पठतु कृपया मरीचिः नाम किरणः रजस् इत्युक्ते चूर्णं धूलिः रन्ध्रं वर्तते गूहस्य क्षम्यतां गृहस्य रन्ध्रात् सूर्यकिरणः आगच्छन्ति गृहस्य अन्तः तेषु सूर्यकिरणेषु सूक्ष्मरजांसि दृश्यन्ते तानि सूक्ष्मरजांसि त्रयणुकम् इति उच्यते त्रयणुकं दृश्यते लोके यत् अस्माभिः दृश्यते तस्य सर्वलघुभागः त्रयणुकं तादृशत्रयणुकस्य षड् भागः क्रियन्ते चेत् तत्र प्रत्येकं भागः परमाणुः स च परमाणुः न दृश्यते तादृशसूक्ष्मस्वरूपं मनः अत्यन्तं लघु परमाणुरूपं नाम परमाणुवत् लघु अत्र एवं परमाणुरूपम् इति मनसः विषये एव वदन्ति कीदृशं परमाणु वर्तते मनः इति एकं प्रश्नम् उदेति चेत् तत् मन अनुरूपम् अणुस्वरूपं मनः अणुसदृशम् इति मनः अस्ति अणुपरिमाणं वर्तते तत्र एव अणुपरिमाणं वर्तते इत्युक्ते मनसा अणोः तु प्रत्यक्षं न भवति किमर्थम् इत्युक्ते अणुः न दृश्यते एव पार्थिवाः जलीयाः तैजसाः वायवीयाः च परमाणुः तत्र तु परमाणवः भवन्ति किमर्थम् इत्युक्ते तद् दृश्यते परमाणुः इति एकम् आरम्भकद्रव्यं परमाणुः इति प्रथमं भवति द्रव्यं भवति आरम्भकद्रव्यं भगिनी भगिनी तत्र पार्थिवाः जलीयाः इति न दृश्यन्ते इत्युक्ते क्षम्यतां न दृश्यते आं क्षम्यतां न दृश्यन्ते खलु न दृश्यन्ते आं तर्हि किं कः अर्थः अस्ति अस्य वाक्यस्य पार्थिवाः तैजसाः वायवीयाः च परमाणवः भवन्ति इत्युक्ते किम्? पृथिवी जलं तैजस् वायु वायु तैजसः वायुः तत्र तु परमाणवः सन्ति इति बहु लघु लघु इव अस्ति. समीचीनं. सर्वेस्मिन् परमाणवः सन्ति इत्येव सन्ति. परमाणुः इति एकं प्रथमस्तरि स्तर आरम्भकद्रव्यम् अस्ति. उभाभ्यां परमाणुभ्यां संयो यदा उभा द्वौ परमाणुः सन्ति चेत् सः चेत् तस्य संयोगेन द्वयणुकं परमाणौ उत्पद्यते क्रमेण त्रिभिः. नाम द्वयणुकं, तस्य नाम द्वे द्वयणुकं परमाणद्वयेन यः भवति सः द्वयणुकं तद्वयणुकं क्रमेण त्रिभिः इत्युक्ते त्रयणुकम् इति भवति. अन्तिमः अवयवः परमाणुः. भगिनी भगिनी द्वयणुकम् इत्युक्ते द्वे परमाणवः स्तः तस्मिन् तयोः संयोगेन भवति द्वयणुकं, परन्तु त्रयणुकं तु त्रिभिः त्रिभिः द्वयणुकस्य संयोगेन भवति परमाणवः. कति सन्ति त्रयणुके? षट्. षट्. समीचीनम्. अग्रे चतुरणुकं? चतुरणुकम् अष्ट वा? चतुरणुकम् अस्ति वा अत्र? चतुर्भिः त्रयणुकैः क्षम्यतां चतुर्भिः त्रयणुकैः द्वादश किल? न, क्षम्यताम्. त्रयणुके तु षड् परमाणवः खलु? षड्. आम् आम् सिक्स् इण्टु फोर् इति. आम् सिक्स् इण्टु फोर्. आम् अग्रे चतुर्विंशत्. तस्य स्वरूपं परमाणुः स्वरूपं किम् इति एकं श्लोकः एकं श्लोकः अस्ति अत्र. सूर्यजालमरीचिस्तं यत् सूक्ष्मं दृश्यते रजः तस्य षष्ठतमो भागः परमाणुस्सह उच्यते इति. तत्र अस्तमस्ति मरीचः नाम किरणः, रजस् इत्युक्ते चूर्णं धूलिः डस्ट् किल चूर्णम्. सूर्यजालमरीचिस्तं सूर्यस्य किरणः भागे अर्थः दीयते खलु? ओ अस्ति वा? मरीचिः नाम किरणः इति सर्वम् अस्ति खलु? आम् आम्. रजस् इत्युक्ते चूर्णं धूलिः तदस्ति. रन्ध्रं वर्तते गृहस्य रन्ध्रात् सूर्यकिरणः आगच्छन्ति गृहस्य अन्तः. रन्ध्रम् इत्युक्ते किम्? विण्डो होल् इति अस्ति. होल् इति. आम् आम् आम् आम्. तस्य वदतु भगिनि. तस्मात् गृहस्य अन्ते सूर्यकिरणः आगच्छन्ति इति अस्ति. आम् रन्ध्रात्. समीचीनम्. अग्रे तेषु सूर्यकिरणेषु सूक्ष्मरजांसि दृश्यन्ति. आम् आम् किरणेषु वयं चूर्णं धूलिः सूक्ष्मम् आम् आम् दृश्यन्ते वयं तानि सूक्ष्मरजांसि त्रयणुकम् इति उच्यते. ओहो ओ तद् सूक्ष्म चूर्णम् इति अस्ति, तत् त्रयाणुकम् इत्युक्ते चतुर्विंशति परमाणवः तत् तस्मिन् सन्ति इति, तस्मिन् अस्ति, क्षम्यताम्। चतुर्विंशतिः इति न, षट् परमाणवः तयोः संयोगेन एव भवति खलु, तेषां संयोगेन एव भवति त्रयाणुकम् इत्युक्ते रन्ध्रात् यः किरणः आगच्छति अन्ते अन्तः तस्मिन् रजांसि अस्ति, रजः अस्ति खलु, रजांस् रजसः परिमाणः कीदृशः इत्युक्ते रजांसि यद् दृश्यते सः त्रयणुकम् इत्येव, त्रयणुकम् एव सा चक्षुषा दृश्यते, त्रयणुकमेव, त्रयणुकम् इति लघुभागः, त्रयणुकमेव दृश्यते चक्षुषा इति अर्थः, सर्वलघुभागः त्रयणुकमेव यद् दृश्यते अस्माभिः, लघु सर्वतम लघुभागः भागः अस्ति त्रयणुकम्, द्वयणुकं न दृश्यते परन्तु त्रयणुकमेव दृश्यते इति अस्ति। तादृशम् अस्ति मनसः स्वरूपम्। अत्र केवलम् उपमा रूपेण दीयते, कीदृशः अस्ति मनसः परिमाणः इत्युक्ते उत्तरम् अस्ति अत्र। स्पष्टं वा? आम्, परमाणुसः मनः अस्ति, त्रयणुकपरमाणुसः। आम्, समीचीनम्। त्रयणुकं दृश्यते परन्तु मनः दृश्यते वा? मन त्रयणुकं दृश्य मनः न अनुमीयते एव, न न भगिनी, त्रयणुकं दृश्यते किरणे रजः अस्ति, रजस्य त्रयणुकं दृश्यते, रजस्य परिमाणः अस्ति त्रयणुकं खलु, रजः दृश्यते यतोहि सः त्रयणुकस्य परिमाणः अस्ति, परन्तु त्रयणुकस्य षड् भागाः क्रियन्ते चेत् प्रत्येकं भागः परमाणुः इति खलु, तस्य तादृशः अस्ति मनसः स्वरूपम् इति। त्रयणुकस्य भङ्गः जातः चेत् किं भवति, षट् परमाणवः सन्ति खलु, षट् परमाणवः सन्ति, प्रत्येकं परमाणोः परमाणोः परिमाणः मनसः स्वरूपम् अस्ति इति। स्पष्टं वा? स्पष्टं भगिनि। इफ् ब्रेक् त्रयणुकं यु विल् गेट् सिक्स् परमाणवः खलु, मनः तादृशः स्वरूप तादृशं स्वरूपम् अस्ति मनसः, परन्तु न दृश्यते खलु, न दृश्यते तस्य परमाणोः परिमाणः अस्ति इति। परिमाणः इत्युक्ते मेजर्मेण्ट्। अस्तु, अग्रे बालसुब्रह्म महोदय। नित्यं च न उत्पद्यते न वा नश्यति, सर्वदा वर्तते, तर्हि मनः नित्यं परमाणुरूपं च, तादृशम् इन्द्रियं ज्ञानादीनां कारणं सुखादीनाम् उपलब्धेः प्रत्यक्षस्य साधनं किमर्थं सुखादीनाम् उपलब्धेः प्रत्यक्षस्य साधनम् इत्युक्ते उपलब्धिः इति प्रत्यक्षं किल आम् आम् सो एवं चेत् सुखादीनाम् उपलब्धेः प्रत्यक्षस्य साधनमिति अर्थः इत्युक्ते सुखादीनाम् उपलब्धेः साधनं सुखादीनां प्रत्यक्षस्य साधनम् इत्येव समानार्थक उपलब्धिः प्रत्यक्षम् इति आम् तर्हि नियत् नित्यम् इत्युक्ते किम् अस्तु तदेव अग्रे अपि पठतु अधुना प्रश्नः उदेति मनः कुत्र वर्तते शरीरस्य अन्तर्भावे वर्तते आत्मा शरीरे वर्तते मनः अपि शरीरे भवति किन्तु जीवात्मनः विभुत्वात् सदा सर्वशरीरे भवति जीवात्मा मनः एकस्मिन् समये शरीरस्य एकस्मिन्नेव स्थले भवति किन्तु सर्वशरीरे सञ्चरति चक्षु इन्द्रियेण यदा प्रत्यक्षं जायते तदा मनः तत्र आगच्छति चक्षु इन्द्रियस्य मनसा सह तदा संयोगो भवति तस्मिन् क्षणे मनः अन्यत्र नास्ति तत्र एव अस्ति घ्राणेन्द्रियेण यदा प्रत्यक्षं जायते तदानीं घ्राणेन्द्रियेण सह मनसः संयोगः अपेक्षते अतः तस्मिन् समये मनः तत्र आगच्छति अपि च यदा गन्धस्य प्रत्यक्षं भवति तस्मिन् क्षणे तस्मिन् क्षणे न तदिन्द्रियेण चक्षुन्द्रियेण श्रवणेन्द्रियेण वा प्रत्यक्षं भवति एकस्मिन् समये एकमेव ज्ञानं मनः बहुवेगेन गच्छति एकस्य अनन्तरम् अन्यत् प्रत्यक्षम् एकस्य अनन्तरम् अन्यत् प्रत्यक्षम् मनः अत्यन्तं वेगशाली एकस्मिन्नेव समये सर्वं ज्ञानम् उत्पन्नम् इति भ्रान्तिः अस्माकम् इति च मनः क्षणात्मकज्ञानादीनां कारणम् प्रश्न उदेति अन्तिमं वाक्यमपि पठतु भोः तदेव उक्तं सुखादुपलब्धिसाधनम् इन्द्रियं मनः तच्च प्रत्यात्मनियतत्वात् अनन्तं परमाणुरूपं नित्यं च अस्तु मनः कुत्र वर्तते मनः शरीरे वर्तते शरीरे कुत्र भवति शरीरे कुत्र भवति शरीरे कुत्र भवति सर्वत्र भवति सञ्चरति सर्वत्र सञ्चरति एकस्मिन् क्षणे एकस्मिन् भागे एव भवति खलु मनः एकस्मिन् समये शरीरस्य एकस्मिन् स्थले भवति इति अस्ति वदतु भोः मनः कुत्र वर्तते शरीरस्य अन्ते एव वर्तते आत्मा अपि शरीरे वर्तते मनः अपि शरीरे भवति जीवात्मः विभुत्वात् सर्वशरीरे भवति मनः एकस्मिन् समये शरीरस्य एकस्मिन्नेव स्थले भवति सर्वशरीरे सञ्चरति परन्तु एकस्मिन् समये एक स्थले एव स्थगयति चक्षु इन्द्रियेण यदा प्रत्यक्षं जायते मनः तत्र आगच्छति, एवमेव अन्य इन्द्रियं स्वस्य वाक्यैः वदतु भोः. इत्युक्ते किं? चक्षु इन्द्रियेण यदा प्रत्यक्षं जायते मनः तत्र आगच्छति. यत्र चक्षु इन्द्रियः ग्राह्यते तत्र एव मनः तत्र तत् स्थले मनः अपि आगच्छति. इत्युक्ते यदा कस्यचित् इन्द्रियस्य केनचित् इन्द्रियेण प्रत्यक्षं भवति, पुस्तकस्य प्रत्यक्षं वा दूरवाण्याः प्रत्यक्षं भवति, तदा इन्द्रियेण संयोगः मनसः भवति इति मनसः भवति इति अर्थः. इन्द्रियमनसंयोगेन एव प्रत्यक्षः जातः इति अर्थः. अस्तु, अग्रे. तस्मिन् क्षणे मनः अन्यत्र न गच्छति, अत्र संयोग कारणेन अत्र एव गच्छति. तत् यत्र चक्षु इन्द्रियः संयोगं भवति तत्र मनः अपि गच्छति, आगच्छति. यदि अहं पुस्तकं पश्यामि इति चिन्तयतु, पुस्तकं पश्यामि तत् समये चक्षुरिन्द्रिय मनयोः संयोगः भवति, अतः तस्मिन् समये मनः तत्र आगच्छति. चक्षुरिन्द्रिये इन्द्रियसंयोगे भवति मनः. पुनः अहं जलं स्पर्शामि, तत्र त्वक् इन्द्रियेण सह संयोगः भवति. तदेव, तर्हि क्षणात्मकं ज्ञानं मनसा उदेति इति. क्षणे, प्रत्येकं क्षणे मनः केनचित् संयोगः, मनसः संयोगः केनचित् इन्द्रियेण भवति इति अर्थः. अस्तु, अग्रे. एतस्य अनन्तरम् अन्यत् वेगम् अधिवेगः गच्छति मनः. एतस्य अनन्तरम् अन्यत् प्रत्यक्षम्. अस्तु, मनः अन्यन्त अत्यन्तं वेगशाली, मनोवेगं वायुवेगम् इति उक्तः. एकस्मिन् एव समये सर्वं ज्ञानमुत्पन्नम् इति भ्रान्तिः अस्माकम्. परन्तु ज्ञानं क्षणात्मकम् उदेति, परन्तु मनसः वेगस्य कारणात् अस्माभिः न ज्ञायते क्षणात्मकं ज्ञानम् इति. अस्तु, अग्रे. इति च मनः क्षणात्मकज्ञानादीनां कारणात्. अस्तु, तर्हि मनसः वाक्यं किम्? एकस्मिन् एव समये सादि उपलब्धिसाधनम् इन्द्रियं मनः इति अस्ति खलु, किमं वाक्यं उपलब्धिसाधनम् इन्द्रियं मनः? पुनः तच्च प्रत्यात्मीयनियतत्वात् अनन्तं परमाणुरूपं नित्यं च. एतत् सर्वं पठितं खलु अस्माभिः इति. अग्रे, इदानीं तु पुस्तकम् उद्घाटयतु कृपया, विद्याधरी पुस्तकं सप्ततिः. सप्ततितमे पुटे काललक्षणे इति परिच्छेदः अस्ति खलु सप्ततितमे पुटे तत् पठति वा काललक्षणे व्यवहारः तदेव किल किमर्थम् इत्युक्ते अत्र मनोनिरूपणं प्रायः पठितवन्तः खलु मनोनिरूपणम् इत्यस्मात् तद्गुणान् च गृह्णाति इति पर्यन्तं यत् वयं करपत्रे वयं पठितवन्तः तदेव अस्ति पठितवन्तः अतः काललक्षणे इत्यस्मात् पठतु आम् काललक्षणे व्यवहारः ज्ञानजनकशब्दप्रयोगरूपः प्रविष्टः तत्र च ज्ञानं सविषयकं प्रविष्टम् इति तस्य विषयता अतीतत्वे घटादौ च निरूपिता तद्वदेव इहापि उपलब्धिः प्रत्यक्षरूपं ज्ञानं सविषयकमिति अत्रापि तद्विषयता वक्तव्या तद् आश्रयश्च सुखं भवति तत् तादृशप्रत्यक्षं प्रतिसाधनं कारणं मनः चेत् कार्यं प्रत्यक्षं कार्यतया प्रत्यक्षे तन्निरूपितकारणता मनसि इति एवं रीत्या विवेचनं भवति तथा च चित्रम् अत्र चित्रं आम् अत्र चित्रे किमपि अस्ति सुखम् अस्ति तत्र तस्मिन् विषयता अस्ति विषयता किं निरूपयति विषयिता प्रत्यक्षम् इति ज्ञानं तस्य कारणं किम् इति सर्वम् इति सर्वम् अस्ति परन्तु पूर्वमेव प्रायः भवन्तः पठितवन्तः प्रायः काललक्षणं किम् इति खलु कालस्य कालस्य लक्षणं किम् इति पेज् 54 एकनिमिषं पेज् 55 इति पश्यन्तु कृपया 55 किल पञ्चपञ्चाशत् तमे पुटे चित्रमस्ति तत्र आतीतत्वं चित्रं वा चित्रे बहु विस्तरेण भवति अत्र चित्रम् अत्र ज्ञानस्य आकारः कः अस्माकं ज्ञानस्य आकारः कः कालविषये ओहो अतीतत्वं घटः आसीत् एकनिमिषम् एतत् पठतु भगिनि तथा च आहत्य इति अस्ति खलु अन्तिमपरिच्छेदे तस्मिन्नेव पुटे तथा च अवच्छेद्य अवच्छेदकभावः इति अस्ति खलु तस्मिन्नेव पुटे तथा च अतीतत्वम् अतीतत्वं प्रकारः चेत् अतीतत्वे प्रकारता प्रकारता अविच्छेदकं तद्वृत्तिधर्मः अतीतत्वं तदेव किल न तदनन्तरम् अनन्तरपरिच्छेदः तथा च आहत्य तथा च आहत्य अतीतत्व अवच्छिन्नप्रकारतानिरूपितघटत्व अवच्छिन्नविशेष्यतानिरूपक ज्ञाननिष्ठ ज्ञानत्व अवच्छिन्नकार्यतानिरूपित शब्दप्रयोगत्व अवच्छिन्न कारणता आश्रय शब्दप्रयोगनिष्ठ शब्द शब्दप्रयोगनिष्ठ शब्दप्रयोगत्व अवच्छिन्न कार्यता निरूपित कारणता आश्रयत्वं कालस्य लक्षणम् इति वाच्यम्। अस्तु, अत्र कालस्य लक्षणं किम् इति प्रायः भवन्तः पठितवन्तः खलु, कृतं वा एतत् चित्रं, चित्रस्य निरूपणं सर्वं? अत्र प्रथमं किम् अस्ति, प्रथमसोपानम् अस्ति ज्ञानस्य आकारः किम् इति खलु। कालविषये ज्ञानस्य आकारः कः? अतीतः घटः इति खलु। बालसुब्रह्मण्य महोदयः महोदय अस्ति वा? आम् अस्तु। अतीतः घटः इति ज्ञानस्य आकारः, अस्माकं ज्ञानस्य आकारः, आकारः इत्युक्ते स्वरूपः। अस्तु, अतीतः घटः, अत्र विशेषः कः, विशेषणं किम् अस्ति? अतीतः घटः इत्युक्ते घटः विशेष्यम्, अतीतत्वम्, अतीतः इति विशेषणम्। हा, समीचीनं। तर्हि प्रथमं तु ज्ञानं तु सविषयकम् अस्ति खलु, इत्युक्ते ज्ञानं विशेषेण सह आयाति। ज्ञानं किमपि ज्ञानम्, अयं इदं पुस्तकम्, अयं बालकः इति वदामश्चेत् एतेषु वाक्येषु किमपि ज्ञानम् अस्ति खलु, किमपि विषयः अस्ति, कश्चन विषयः, बालकस्य विषयः वा पुस्तकस्य विषयः इति। अतः एव ज्ञानं सविषयकम् इति वदामः। प्रत्येकं ज्ञाने विषयः अस्ति इति खलु। विस्मृतं वा सर्वम्? सविषयकं ज्ञानम् इति वदामः। अस्तु, अत्र अतीतः घटः अपि एकविधं ज्ञानम् अस्ति, सविषयकं ज्ञानम् अस्ति। अत्र विषयः कः? विषयौ द्वौ खलु, एकः विषयः तु घटः इति, अपरः विषयः अतीतः इति। अतीतः इति, आम्। तर्हि घटे विषयता अस्ति, घटः इति विषयः, अतः घटे विषयता, अतीतः इत्यपि विषयः, तर्हि अतीतत्वे अपि विषयता अस्ति, परन्तु कीदृशविषयता? घटः विशेष्यः अस्ति खलु, विशेषणता, अतः घटे विशेष्यता इति विषयता खलु। तर्हि अतीतत्वे कीदृशविषयता? अत्रैव अस्ति, चित्रे एव अस्ति खलु, प्रकारता इति अस्ति। प्रकारता इति विषयता, प्रकारता इत्युक्ते विशेषणमेव, एतत् सर्वं पूर्वमेव अस्ति, अहं पुटस्य विवरणं ददामि, कृपया तत् पठतु, पठनेन एतत् सर्वं सम्यक्तया अवगमनं भवति। एकनिमिषं। हरि ओम् रामप्रिया भगिनी, गता वा? अस्ति वा? अस्तु, पुटः अस्ति चतुर्त्रिंशत् 34। कृपया तदेकवारं पठतु, पठित्वा विषयकं ज्ञानम् इत्युक्ते किं, विषयता कुत्र वर्तते वस्तुतः त्रयस्त्रिंशत् अपि तु चतुर्त्रिंशत् द्वौ अपि पठतु कृपया विषयता इत्युक्ते किं कुत्र भवति विषयता विषयतायाः आश्रयः कः त्रिविध विषयता भवन्ति विषयता विशेष्यता प्रकारता संसर्गता इति सर्वम् अस्ति तत् पठित्वा एतत् चित्रं पश्यतु अतीतः घटः इति तर्हि घटे किम् अस्ति विशेष्यता अतीतः घटः इत्यस्मात् तत्र अतीतत्वम् इति विशेषणं भवति यथा पृथिव्यां गन्धवत्वम् इति उच्यते खलु तस्य आश्रयः अस्ति गन्धवत्वस्य आश्रयः अस्ति पृथिवी तादृशम् अतीतत्वम् अस्ति अतीतत्वे प्रकारता अस्ति अस्तु तौ द्वौ कं निरूपयति ज्ञानं निरूपयति खलु ज्ञाने किम् अस्ति क्षम्यतां ज्ञाने कार्यता कार्यता किं निरूपयति कां निरूपयति कार्यता कारणता निरूपयति कारणतां निरूपयति अस्तु परन्तु कारणतायाः आश्रयः कः कारणतायाः आश्रयः शब्दप्रयोगः शब्दप्रयोगः अतीतः घटः इति शब्दप्रयोगः यत् मुखेन उच्यते तत् शब्दप्रयोगः अस्तु शब्दप्रयोगः आश्रयः अस्ति एकस्मिन् पक्षे कारणतायाः आश्रयः इत्युक्ते अतीतः घटः इति यदा वदामः तदा एव ज्ञानं भवति खलु ओ घटः अतीतः इति ज्ञानम् उदेति खलु तर्हि शब्दप्रयोगः प्रयोगे कारणता अस्ति परन्तु शब्दप्रयोगे कार्यता अपि अस्ति किमर्थम् शब्दप्रयोगेन प्रयोगे कारणता परन्तु शब्दप्रयोगः केनचित् कारणेन जायते अन्येन कारणेन शब्दप्रयोगः जायते केन कार्येन केन कारणेन कालः कालः अस्ति अत एव अहं वयं वदामः खलु अतीतः घटः इति कालः नास्ति चेत् अतीतः इत्यस्य पदस्य आवश्यकता वा प्रयोगः एव न भवति खलु अतः कालस्य कालः इति किमपि अस्ति कालः इति किमपि द्रव्यम् अस्ति अतः एव तस्य एकविधशब्दप्रयोगः जायते अतीतः घटः इति अतीतः घटः इति कोऽपि वदति चेत् अस्माकं मनसि ज्ञानम् उदति ओ घटः अतीतः वा इति खलु एतत् सर्वम् अस्मिन् चित्रे अस्ति तदेव सारांशः अतः कालः एव कारणं काले कारणता अस्ति कालेन शब्दप्रयोगः जायते इत्यस्मात् शब्दप्रयोगः कार्यम् परन्तु शब्दप्रयोगेन किमपि ज्ञानम् उदेति अतः शब्दप्रयोगे कारणता ज्ञानं कीदृशम् अस्ति सविषयकं ज्ञानम् सविषयकं ज्ञानम् इत्युक्ते द्वौ विषयौ अतीतः अतीतत्वम् इति एकः विषयः, घटः इति अपरः विषयः। अतीतत्वे प्रकारता, घटे विशेष्यता, तदेव अस्ति अस्मिन् वाक्ये। अतीतत्वा अवच्छिन्न कीदृशप्रकारता? अतीतत्व अवचिन्न प्रकारता। यदि अहं वदामि उन्नतः वृक्षः इति वदामि चेत् तत्रापि उन्नतः औन्नत्यम् इति विशेषणमस्ति खलु, परन्तु तत्र विशेषणं तु भिन्न, अत्र अत्रापि विशेषणमस्ति अतीतत्वम् इति विशेषणम्। अतः केन भिद्यते एतौ विशेषणौ? अतीतत्व अवच्छिन्न प्रकारता इति वदामः, तत्र औन्नत्यम् औन्नत्य अवच्छिन्न प्रकारता। अतः केन भिद्यते इति वदनीयम्। अतः एव अतीतत्व अवच्छिन्न प्रकारता निरूपित, पुनः घटत्व अवच्छिन्न विशेष्यता निरूपक ज्ञानम्, ज्ञाननिष्ठकार्यता, ज्ञाननिष्ठ ज्ञाने किम् अस्ति? ज्ञानत्वम् अस्ति। अतः ज्ञाननिष्ठ ज्ञानत्व अवच्छिन्न कार्यता निरूपित निरूपित, परन्तु का शब्दप्रयोगे कारणता अस्ति, अतः शब्दप्रयोगनिष्ठ शब्दप्रयोगत्व अवच्छिन्न कारणता कारणता तत्र कारणताश्रय शब्दप्रयोगनिष्ठ शब्दप्रयोगत्व अवचिन्न कार्यता निरूपित कारणताश्रयत्वं कालस्य लक्षणम् इति वाच्यम्। अत्र तु कालस्य लक्षणवाक्यम्। लक्षणम् इत्युक्ते यस्मिन् अस्ति, लक्षणं कुत्रापि अस्ति खलु, लक्षणस्य आश्रयः कश्चन अस्ति, लक्षणस्य आश्रयः अत्र कालः अस्ति खलु, सप्तमी विभक्ति खलु, काले अस्ति लक्षणम्। अतः कालः इति लक्ष्यम् इति वदामः, लक्षणं लक्ष्ये अस्ति। तर्हि कालस्य लक्षणं किम्? एतत् सर्वं वदनीयम्। अन्तिमभागः अस्ति कार्यता निरूपित कारणता आश्रयः कालः, परन्तु यदि लक्षणं कालस्य लक्षणं किम् इति पृच्छामश्चेत् कार्यता निरूपित कारणताश्रयत्वं कालस्य लक्षणम् इति किमर्थम् इत्युक्ते काले कालः आश्रयः, अतः काले आश्रयत्वं खलु, तदेव अस्तु। पुनः सप्ततिः तमे पुटे तत्र चित्रं पश्यतु, एकसप्ततिः तमे पुटे चित्रम् अस्ति खलु, अत्र अस्माकं ज्ञानस्य आकारः कः? अहं करपत्रे अपि पठितम् अस्माभिः, कालस्य ज्ञानं किम् अस्ति? मनसि किमपि ज्ञानम् उदेति खलु आत्मनि, यत् मनसा गृह्यते तस्य ज्ञानस्य आकारः कः? अहं सुखी खलु, अहं सुखी अस्मि इति, अहं सुखी अस्मि इति ज्ञानम्, यथा अतीतः घटः इति ज्ञानम्। तर्हि अहं सुखी अस्मि इति ज्ञानस्य आधारेण चित्रं वर्णनीयम्, तदेव गृहपाठः। अनन्तरं मनसः लक्षणवाक्यं लेखनीयम्। Mm. एकवारं महोदयस्य मुद्रणम् अपि शृणोतु. तत्र तत्रापि तेन उक्तम् अस्ति कथम् एतत् सर्वं वदनी लेखनीयम् इति. अत्र तु विस्तरेण न दीयते अस्मिन् चित्रे, परन्तु भवन्तः कृपया अहं सुखी अस्मि इति ज्ञानस्य इति ज्ञानस्य आकारं स्वीकृत्य कस्मिन् विशेषता अस्ति, कस्मिन् प्रकारता अस्ति, सुखः सुखं सुखी अस्मि, सुखी इति विशेषणपदं खलु. अहम् इति विशेष्यम्, अहं सुखी, तत्र विशेषणं किम्? हरि ओम्. आम् आं भगिनि, सुखी इति खलु अस्तु. तर्हि कुत्र, कस्मिन् विशेषता, कस्मिन् प्रकारता इति वर्णयित्वा ज्ञानं किं निरूपयति, ज्ञानं कार्यता निरूपयति, कार्यता किं निरुकां निरूपयति, कारणतां निरूपयति, एतत् सर्वं वर्णनीयं चित्रे. अस्तु, अत्र तु काललक्षणात् किमपि वैचित्र्यम् अस्ति अस्मिन् मनसः. मनसः दलद्वयम् अस्ति, सुखादि उपलब्धेः साधनम् इति एकं दलं, पुनः इन्द्रियं, मनः इन्द्रियम् इति अपरं दलम् अस्ति. केवलं सुखादि उपलब्धेः साधनम् इति वदामश्चेत् तत्र अतिव्याप्तिदोषः भवति. किमर्थम्? कुत्र वर्तते सुखादि उपलब्धेः साधनम् इति गुणः? मनसि, आत्मनि खलु. तर्हि आत्मा अव्याप्ति अतिव्याप्तिदोषः भवति आत्मनि खलु. अतः एव द्वितीयं दलम् आवश्यकम्. द्वितीयं दलं किम्? इन्द्रियम् इति. आत्मा इन्द्रियं न खलु, केवलं मनः इन्द्रियम् इति वदामश्चेत् पुनः अतिव्याप्तिदोषः भवति. किमर्थम्? अन्यानि द्रव्याणि इन्द्रियाणि अपि सन्ति खलु. अतः एव मनसः विषये दलद्वयम् आवश्यकम्. प्रथमं तु सुखादि उपलब्धिसाधनं, द्वितीयं दलम् इन्द्रियम्. अतः अस्माकं लक्षणवाक्ये सुखादि उपलब्धेः साधन सति इन्द्रियत्वं मनसः लक्षणम् इति आयाति. स्पष्टं वा? यथा वायोः लक्षणं, वायोः लक्षणं किम्? रूपरहितत्वे सति, रूपरहितत्वे सति स्पर्शम्. स्पर्शवत्वं वायोः लक्षणं, तादृशमेव मनसः लक्षणम् अपि, दलद्वयम् आवश्यकम्. एकवारं महोदयस्य मुद्रणमपि श्रुत्वा चित्रं वर्णयित्वा लक्षणवाक्यमपि लिखतु, तदेव गृहपाठः. अस्तु, आगामे सप्ताहे प्रायः गृहपाठं प्रेषयतु महोदयं, महोदय प्रायः महोदयः अपि लिखति, परन्तु अयमेव गृहपाठः अस्मिन् सप्ताहस्य अस्य सप्ताहस्य गृहपाठः अस्ति. कृपया प्रेषयतु तस्मै महोदयस्य महोदयाय प्रेषयतु, क्षम्यताम्. अस्तु, तदेव अस्ति, समापयामः. सन्देहः अस्ति चेत् पृच्छन्तु कृपया. प्रश्नः अस्ति वा? कृपया सूचितं पृष्ठं पठित्वा सम्यक्तया अवगम्य अग्रे चित्रं वर्णयतु मनसः विषये. विषयसविषयकं ज्ञानम् इति इत्युक्ते किं, विषयता, प्रकारता, एतत् सर्वम् अवगम्य वर्णयतु. अस्तु, तर्हि धन्यवादः. धन्यवादः भगिनि. शुभरात्रिः.